गतवर्गे अस्माकं धातुपाठे हल्सन्धि इति विषये तृतीयकरपत्रम् आरब्धम्। तत्र किमस्ति, इदानीं हल् वर्णः, तदनन्तरं यदि तकारादि थकारादि प्रत्ययः अस्ति तर्हि हल्सन्धिकार्यं कथं भवति इति इदानीम् अस्माकं विषयः। तत्र अस्माभिः गतरविवासरे प्रथमः तु किं पठितं, वर्गस्य प्रथम द्वितीयः तृतीयः वर्णः अस्ति चेत् किमस्ति, यदि कवर्गीयवर्णः अस्ति, क ख ग अस्ति, तदनन्तरं यदि तकार थकार अस्ति चेत् किं भवति, वदतु कोऽपि, क ख ग योगः तकार थकारः किं भवति, खरीच खरीच खरीच इत्यनेन क ख ग तस्य स्थाने ककारः भवति, तर्हि शशक् योगः इति शशक्ति, शशक् योगः शशक्तः इति। इदानीं चवर्गस्य किं भवति इति अस्ति, यदि च अथवा च नाम चकारः अथवा चकारः चकारः चकारः अस्ति चेत् किं सूत्रं कार्यं करोति, चोः कुः चोः कुः इत्यनेन चकारस्य ककारः जकारस्य गकारः, तदनन्तरं खरिच इत्यनेन पुनः ककारः भवति, तर्हि रिञ्च्योगः तः रिङ्क्तः, रिञ्च्योगः तः रिङ्क्तः इति, भुञ्च्योगः तः भूतः भुङ्क्तः इति, तर्हि चोः कुः। तदनन्तरं केचन धातवः सन्ति ये चकारान्त जकारान्त एव सन्ति, परन्तु विशेषकार्यं भवति, केन सूत्रेण विशेषकार्यं भवति, कोः संयोगान्त्योरन्ते च इति सूत्रं तत्तु अस्ति, परन्तु महोदय केचन धातवः सन्ति यत्र चोः कार्यं न करोति, किन्तु किं करोति, तर्हि प्रश्च धातु, भ्रश्च धातु, सृज मृज यज राज भ्राज इति धातवः सन्ति, ये चकारान्त जकारान्तः धातवः सन्ति, परन्तु तत्र चोहकुः इत्यनेन कवर्गः न भवति, अपि तु मूर्धन्यषकारादेशः भवति, यथे यायज् योगहति, अत्र व्रश्च भ्रश्च इति सूत्रेण किं भवति, यायश् योगहति, यायश् योगहति, तदनन्तरं किं भवति, सुनाशुः कार्ये, सुनाशुः इत्यनेन यायष्टि भवति। तथैव व्रश्च व्रश्च इति वाव्रश्च इति अस्ति, तत्र अस्माकं पठितं वाव्रश्च इति मूलतः तत्र कः वर्णः अस्ति, शकारान्त शकार शकारस्य स्थाने मूलतः कः वर्णः अस्ति, शकारस्य स्थाने मूर्धन्यषकारः आगच्छति, यः तालव्यषकारः अस्ति सः वर्णः वस्तुतः कीदृशः, मूले मूले दन्त्यसकारः अस्ति, प्रथमं किं कार्यं करोति, किं कार्यं भवति वाव्रश्च योगति मध्ये, झल् वर्णे परे सकारचकारयोः इति संयोगः अस्ति चेत् किं कार्यं भवति, सकारस्य लोपः भवति, केन सूत्रेण, को संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भूत्वा वाव्रच् योगति, इदानीं व्रश्च व्रश्च इत्यनेन वाव्रश् योगति, तदनन्तरं शुनाष्टुः इत्यनेन वाव्रष्टि, तथैव वावृष्टः, तथैव तथैव भ्रज्यमध्ये अपि बाभ्रज्यो भवति, सकारस्य लोपः भूत्वा बाभ्रज्यो भवति बाभ्रष्टि, तर्हि वावृष्टि बाभ्रष्टि यायष्टि राराष्टि बाभ्राष्टि इति भवति। तदनन्तरम् एकः धातुः अस्ति मृज् धातु, मृज् धातु मध्ये सर्वप्रथमं किं कार्यं भवति, वृद्धि भवति किल, मृजेर्वृद्धिः इति सूत्रेण गुणः न भूत्वा वृद्धिः भवति, पित् प्रत्यये परे, तर्हि मृज् योगः ति अस्ति खलु, मृज् योगः ति, अत्र मीना महोदय पठतु, अत्र मृज् सृज् धातोः अपि कार्यं तदेव तत्र लिखितमस्ति खलु, कुत्र महोदय? तत्र वृषभ्रश्च इति इति अन्ते अस्ति खलु भगिनि, मृज् मृज् मृज् सृज् धातोः धात्वोः अपि कार्यं तदेव, मृज् धातोः वृद्धिः अपि भवति, सृज् धातोः अम् आगमः, मृज् योगः ति मृजे वृद्धि, मार्ज् योगः ति मार्ष्टि. कथं भवति मार्ष्टि वदतु एकवारं. मार्ष्टि सृज मृज मृज यज मृज याज शशांशः इति सूत्रेण षत्वं भवति, तदनन्तरम् अष्टुनाष्टुः, तर्हि मार्ष्टि. अग्रे अग्रे मृज् मृज्योगः सः अपि त्वात् गुणनिषेधः, अत्र मार्ज् न भवति, मृष्टः एव, यतोहि इति पित् प्रत्यय नास्ति, अतः अपित्वात् कित्वद् भवति, निति च इत्यनेन वृद्धिनिषेधः भूत्वा गुणनिषेधः भूत्वा मृज्योगतः मृष्टः, मृज्योगतः वृश्च मृज इति सूत्रेण मृज्योगशः, अष्टुनाष्टुः सूत्रेण मृष्टः. सरि सरि सृज्योगः ति सृजि दृशेर् जल्यम् अकितीय जल्यम् अकिति इत्यनेन अम् आगमः, सरीसृ आयोगः जकारः अम् आगमः, सरीसृ तदनन्तरम् अकारः अम् आकारः तदकर जकारः इको एन् अचि इति सूत्रेण सरी ऋकारः योगः सरि सृज् योगः ति सरि सृष्टि वृश्च मृजति सरि सरि सृष् तदनन्तरं सृष्टुनाष्टुः सरि सृष्टि सरि सृज् तः सरि सरि सृज् तः सरि सृष्टः समानमेव. तर्हि सृज्धातुमध्ये एकं नूतनमस्ति, झलादि अकित् प्रत्यये परे सृज् दृष् धातोः अमागमः भवति, सृज् धातु दृष् धातु तत्र झलि अकित् प्रत्यये परे झलादि अकित् प्रत्यये परे, ति इति झलादि अस्ति, तकार झल् प्रत्याहारे अस्ति, अपि च ति अकित् प्रत्यये अस्ति खलु कित् नास्ति, तर्हि तत्र अमागमः भवति, कस्य धातोः अमागमः भवति, अमागमः इति मित् अस्ति खलु, अतः मित् इति आगमः अस्ति चेत् कुत्र कुत्र आगत्य तिष्ठति आगमः, मीना महोदय वदतु. सूत्रं विस्मृतं मया, आद्यन्तो कृते अस्ति मिदच्योन्त्यात् परः खलु, सूत्रं किं वदति कुत्र वसति कुत्र तिष्ठति अन्ते, कस्य अन्ते कुत्र अन्ते मिद सूत्रं किं महोदय, मिद अचोन्त्यात् परः अच्यन्ते नाम यत् स्थानी अस्ति तस्मिन् यः अन्तिमः अचवर्णः अस्ति तस्मात् सरीसृ अन्तिम अचवर्णः कः अस्ति, ऋकारः, ऋकारात् अनन्तरम् आगत्य तिष्ठति, अतः तत्र अस्ति खलु सरीसृ योगः अयोगः च, अवगच्छति वा? अवगतं महोदय. इदानीं सरीसृज् इति भवति, तदनन्तरं व्रश्च व्रश्च इति सूत्रेण मूर्धन्यषकारः सुनष्टुः इत्यनेन टकारः सरीसृष्टि इति, श्रुय अवसन्ति आं जि पठामि वा एकनिमिष तर्हि चकारः जकारस्य कृते सामान्यतया चुहुपुः विशेषतः अस्ति स्वश्च व्रश्च इति इदानीं छकारः अस्ति चेत् का स्थितिः इति अग्रे पश्यामः तर्हि अन्ये के सन्ति मदर महोदय पठतु छकारान् धातोः वर्गद्वयम् आं महोदय चकारान्त धातोः वर्गद्वयं तुक् सहित चकारान्त धातुः इति चेत् चोः चूडनुनासिके च इत्यनेन शत्रुं तथा वश्च ब्रच सृज मृज यज राज ब्राज चषां चष इत्यनेन शत्रुं प्राप्रच् योगः ति चोः चूडनुनासिके च प्राप्रच् योगः चिति ब्रच ब्रच सृज मृज यज राज ब्राज चषां शः इत्यनेन प्राप्रश् योगः ति प्राप्रष्टि अत्र प्राप्रश् योगः ति चोः चूरन्नासिके च इत्यनेन चकारस्थाने शकारः आगच्छति प्राप्रश् योगः ति अनन्तरं ब्रश ब्रश सृज मृज यज राज राजशशांशः इत्यनेन चकारस्य तालव्यचकारस्य स्थाने मूर्धनचकारः प्राप्रश् योगः ति शृणश्रुः इत्यनेन प्राप्रष्टि इति भवति एवमेव प्राप्रच् योगः तः प्राप्रष्टः इति भवति तदनन्तरं तुप् सहितचकारान्तधातुः नास्ति चेत् चोः तुक् सहितचकारः अस्ति चेत् प्रथमं तु छोः शुनासिके च इत्यनेन शकारः भवति छोः छोः स्थाने शकारः तालव्यशकारः तत्तालव्यशकारस्य स्थाने किं भवति व्रश्च व्रश्च इति सूत्रेण व्रश्च व्रश्च यजराजच्छशांशः छशांशः अस्ति खलु तस्य षत्वं भवति तर्हि तदनन्तरं सुनाष्टुः तर्हि पाप्रष्टि पाप्रष्टः इति अस्ति इदानीं तुक् सहितचकारः नास्ति चेत् किं करणीयं सामान्यदस्ति चुहुकुः तदेव भवति अग्रे पठतु आं महोदय तुक् सहितचकारान्तधातु नास्ति चेत् चोः कुः इत्यनेन कुत्वं वा व्रञ्ज् इति योगति व्रच ब्रच सृज मृज यज राज ब्राज शशांशः इत्यनेन इति सूत्रेण तुक् सहितचकारः आवश्यकः अतः अस्य सूत्रस्य प्रसक्तिः नास्ति वा व्रञ्ज् योगः ति चोः कुः इत्यनेन कुत्वं नश्च पदान्तस्य जलि इत्यनेन जलिनकारस्य अनुस्वारादेशः ङकारस्थाने अनुस्वारः योगति करीच इत्यनेन वाङ् योगः ति अनुस्वारस्य इ परसवर्णः वाङ्क्ति इति भवति यदि चकार इति तुक्सहितचकारः नास्ति चेत् चोः कुः इत्यनेन प्रथमं चकारस्थाने कुत्वं भवति तदनन्तरं करिच इत्यनेन वाङ्क् भवति तत् वावांश्य भवति अस्ति वस्तुतः किं वयं जानीमः खलु तत् पञ्चमः वर्णः वस्तुतः नकारः अस्ति तर्हि वावांश्य भवति इदानीं व्रश्च व्रश्च कार्यं न कर्तुं शक्नोति यतोहि तुक्सहितचकारः नास्ति खलु अतः सामान्यचुहुकुः इत्यनेन चकारस्य स्थाने खकारः भवति तर्हि वावाङ्क्ति तदनन्तरं नश्चवनसझलि इत्यनेन नकारस्य स्थाने अनुस्वारः भवति वावाङ्क्ति तदनन्तरं खरीच इत्यनेन खकारस्य स्थाने खकारः वावाङ्क्ति इदानीम् अनुस्वारस्य ये परसवर्ण इत्यनेन अनुस्वारस्य पञ्चमः वर्णः भूत्वा वावाङ्क्ति इति भवति अवगच्छति वा सर्वे आं महोदय सूत्रं पठनीयं वा अनन्तरं न इदानीं व्रश्च व्रश्च सूत्रं वयं जानीमः, पुनः वचनस्य आवश्यकता नास्ति. छोष्णासिके च अपि वयम् इदानीम् अस्माभिः पठामः, अस्माभिः पठितं सूत्रमस्ति परिचयसूत्रमेव. उत्सहितकारस्य स्थाने सकारादेशकारस्य स्थाने उपादेशः भवति. कुत्र? अनुनासिकादिप्रत्ययपरे, क्वि परे, जलादिप्रत्ययपरे इति अस्माभिः पठितं. सुनाष्टुः अपि अस्माभिः पठितं. स्कोः स्वयोगाद्युरन्ते च अपि अस्माभिः पठितं. तर्हि इदानीम् अग्रे गच्छामः. अस्तु, इदानीं विजया महोदय अग्रे अस्ति. ट ठ ड स्थाने टकारः भवति. द एतत् सर्वम् अत्र टकारः आगच्छति करिचे इति सूत्रेण. सुनाष्टुः इत्यनेन प्रत्ययादौ टकारस्थाने टकारः प्रथमवर्णः, टवर्गीयस्य प्रथमवर्णस्य स्थाने टवर्गीय प्रथमवर्णः, अपि च तव स्थाने द्वितीय टकारः आगच्छति. तदा करिचे इत्यनेन प्रथम आदेशः भवति. यथा ईङ् ते ईड् योगे ते तत्र सुनासुः इत्यनेन सुत्वं भूत्वा ईड् योगः ते ते स्थाने ते आगच्छति करिच इति सूत्रेण. अतः ईट् योगः ते ईटे इति भवति. अनन्तरं तादृश सुलभमेव अत्र किमपि कार्यं नास्ति. प्रथमवर्णस्य स्थाने प्रथमवर्गीय वर्णस्य स्थाने प्रथमवर्णः एव आदेशः भवति. तादृशमेव तत् स्थाने करिच इति सूत्रेण प्रथमवर्णः तकारः आगच्छति. करिच इत्यनेन प्रथम आदेशः भवति. प्रत्यादौ स्थितस्य त थ इत्यनयोः कोऽपि विकारः नास्ति. यथा अद् योगः ति, करिच इति सूत्रेण तृतीयदकारस्य स्थाने प्रथमवर्णः तकारः आगच्छति. अतः वर्णमेलनेन अत्ति इति भवति. तादृशमेव अद् योगः तः, करिच इति सूत्रेण अत् योगः तः अत्तः इति भवति. अनन्तरं छिद् योगः तः, करिच इति सूत्रेण छिन्द् योगः तः करिच इति सूत्रेण तत्र प्रथमं नचपदान्तस्य जलि इति सूत्रम् आगच्छति. तदनन्तरं जलि इति सूत्रेण यथा महोदय उक्तम् अनुस्वारः भवति. अनन्तरं किम्? अनन्तरं सकारः अस्ति, चिन्तः इति भवति. किमर्थं चेत् अत्र अनुस्वारः अस्ति. इदानीं खरीच, इदानीं खरीच इति सूत्रेण चिन्त इति भवति. चिन्त योगः तः चिन्तः इति भवति. न, तत्र छिन्ति वस्तुतः अनुस्वारः एव अस्ति. अनुस्वारस्य स्थाने नकारः केन सूत्रेण भवति? अनुस्वारस्य यै परसवर्णः इति सूत्रेण नकारः पुनः आगच्छति. तर्हि छिन्त योगः तः, अत्र रूपद्वयं भवति, छिन्तः छिन्त. तत्र झरो झरि इति सूत्रमस्ति. प्रथमवर्णस्य स्थाने लोपः भूत्वा छिन्तः इति भवति. तर्हि छिन्तः अथवा छिन्तः, तथैव छिन्तः मध्ये छिन्तः अथवा छिन्तः छिन्तः इति अग्रे सूत्रमस्ति. महोदय पठतु अत्र छिन्तः छिन्तः इत्यनयोः. अत्र छिन्तः छिन्तः इत्यनयोः विकल्पेन सा लोपं कृत्वा छिन्तः छिन्तः भवतः. सूत्रमस्ति जरोजरि सावर्णे इति. जरोजरि सावर्णे हल् उत्तरस्य जरः विकल्पेन लोपः सावर्णजरि परि. जरः षष्ठ्यन्तं, जरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं. त्रिपदमिदं सूत्रं हलो यमां यमी लोपः इत्यस्मात् हलः लोपः चेत् अनयोः अनुवृत्तिः. जयो होन्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः. तयोर्वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं हलः जरः लोपः अन्यतरस्यां सवर्णे जरिसंहितायाम् इत्यस्य. तत्र हल् वर्णः उत्तरस्य अस्ति चेत् जर् इति विकल्पे अस्ति चेत् तत्र विकल्पेन जावर्णः सा वर्णः जरीपरे अस्ति चेत् प्रथमवर्णस्य लोपः भवति. हलः परस्य जर्वर्णस्य सवर्णे जर्वर्णे परे विकल्पेन तत्र लोपः भवति इति तत्र दत्तम्. तर्हि स्थितिः कीदृशी अस्ति? हल् वर्णः भवेत्, तदनन्तरं झर् प्रत्याहारस्य वर्णः भवेत्, तदनन्तरं तस्य वर्णस्य सवर्णझर् प्रत्याहारवर्णः भवेत्. एतादृशी स्थितिः अस्ति चेत् तद् मध्ये यः झर् वर्णः अस्ति तस्य लोपः विकल्पेन भवति. कथं? पश्यतु, छिन्तः नकारः तकारः तकारः, अत्र नकारः हल् वर्णः अस्ति, तस्मात् तकारः झर् वर्णः अस्ति, तस्मात् अनन्तरं तकारः अपि झर् वर्णः अस्ति, अपि च प्रथमतकारस्य सवर्णवर्णः अस्ति, अतः तद् मध्ये यः तकारः अस्ति तस्य लोपः भवति छिन्तः. तथैव छिन्तः मध्ये नकारः, तस्मात् अनन्तरं तकारः, तस्मात् अनन्तरं थकारः, यः तकारस्य सवर्णवर्णः, अतः तकारस्य लोपः भूत्वा छिन्तः इति भवति. अत्र अन्यतरस्याम् इति, अन्यतरस्याम् इत्युक्ते तर्हि विकल्पेन लोपः भवति, एकस्मिन् पक्षे लोपः भवति, एकस्मिन् पक्षे लोपः न भवति, अतः तत्र उपरि रूपद्वयम् अस्ति. अस्तु, इदानीं प्रश्नः भवति सवर्णम् इत्युक्ते किं, कथं जानीमः वर्णस्य सवर्णवर्णः कः अस्ति इति. तर्हि उपरितनस्य सूत्रस्य कृते सावर्ण्यं नाम किति नाम किम् इति स्मरणीयं. तर्हि पठतु अग्रे विजय महोदय. तुल्यस्य उपरितनस्य सूत्रस्य कृते सावर्ण्यं नाम किम् इति स्मरणीयं. तुल्यस्य प्रयत्नं सावर्णं तालु आदीनि स्थानानि आभ्यन्तरप्रयत्नाः आभ्यं मानाभ्यं यस्य वर्णस्य येन वर्णेन सह तौल्यं तुल्यस्य भावः तौल्यम् इति अस्ति अत्र. तयोः वर्णयोः सावर्णसंज्ञा स्यात्. सावर्णसंज्ञा विधायकसूत्रं तुल्यः नाम सदृशः. आस्यम् आस् योगः ण्यत् अत्र अस्ति, अतः आस्यमिति अस्ति. आस्यं नाम मुखे संज्ञायते यत्. तुल्यं च तुल्यः च तुल्यौ आस्यश्च प्रयत्नश्च आस्य प्रयत्नौ तुल्यौ आस्य प्रयत्नौ ययोः ता तुल्यास्य किम् अस्ति अत्र प्रयत्नं ता तुल्यास्य प्रयत्नं द्वन्द्वगर्भः बहुवीर्घी अत्र. तुल्यास्य प्रयत्नं प्रथमान्तं, सवर्णं प्रथमान्तं, द्विपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णं, तुल्यास्य प्रयत्नं सावर्णमिति. तर्हि यदि वर्णः यदि द्वयोः वर्णयोः सामान्यस्थानम् उच्चारणस्थानम् आस्य इत्युक्ते मुखं, तर्हि आस्य नाम मुखे समानस्थानम् उच्चारणस्थानम् अपि च आभ्यन्तरप्रयत्नः अपि समानम् अस्ति, तादृशः वर्णद्वयं सवर्णमिति उक्तं. तर्हि तुल्यास्य प्रयत्नं सवर्णं नाम यस्य आस्ये नाम मुखे प्रयत्नं तुल्यं भवति सः सवर्णमस्ति. तर्हि इदानीं तत्र सूत्रमस्ति. इदानीम् अग्रे विजयमहोदय पठतु वर्णद्वयम्. वर्णद्वयं यदा मुखस्य समाने स्थाने समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति. कस्यचित् वर्णस्य उच्चारणार्थं मुखे किञ्चन स्नानं भवति, मुखस्य अन्तः कश्चन प्रयत्नः भवति अभ्यन्तरप्रयत्नः इति, अपि च मुखात् बहिः कश्चन प्रयत्नः भवति. बाह्यप्रयत्नः इति स्थानानि कण्ठः तालु मूर्धा दन्तः ओष्ठौ इत्यादिकम् आभ्यन्तरप्रयत्नाः इत्युक्ते स्पष्टः स्पृष्टः ईशस्पृष्टः ईषद्विवृत्तः विवृत्तः संवृत्तः च इति बाह्यप्रयत्नः इत्युक्ते विवारः संवारः श्वासः नादः घोषः अघोषः अल्पप्राणः महाप्राणः उदात्तः अनुदात्तः स्वरित च इति देयं यत् सावर्ण्यार्थं केवलं मुखस्य अन्तः यत् स्थानम् अपि च यः अभ्यन्तरप्रयत्नः सः एते एव द्वे तत्त्वे अपेक्ष्यते बाह्यप्रयत्नः अस्मिन् विषये नैव अन्तर्भूतः अनेन अपि च सर्वे अष्टादश अकारः इत्येषां सावर्ण्यं भवति येषां वर्णानां स्थानं खण्डः आभ्यन्तरप्रयत्नः विवृतश्च कस्यापि वर्णस्य उच्चारणे स्थानमस्ति आभ्यन्तरप्रयत्नः नाम प्रयत्नः तस्य अन्ते भवति अनन्तरं भवति आभ्यन्तरम् अन्ते आभ्यन्तर भवति अपि च मुखात् बहिः बाह्यप्रयत्नः तर्हि यस्य वर्णद्वयस्य समानं स्थानं तुल्यस्थानम् अपि च तुल्य आभ्यन्तरप्रयत्नः अस्ति तादृशवर्णद्वयं सवर्णमस्ति बाह्यप्रयत्नस्य किमपि महत्त्वं नास्ति नास्ति तर्हि अकारः आकारः कृत आकार तत्रापि यस्य तत्रापि तस्य यस्य उदात्त अनुदात्त स्वरित इति एता एति इत्यादि ये अष्टादश वर्णाः सन्ति तेषां सर्वेषां स्थानं कण्ठः अपि च आभ्यन्तरप्रयत्नः अपि विवृतः तेषां बाह्यप्रयत्नः भिन्नः अस्ति परन्तु बाह्यप्रयत्नस्य महत्त्वं नास्ति अतः समानाभ्यन्तरप्रयत्नात् सर्वेषाम् अष्टादश सवर्णसंख्या अतः तत्र अस्ति खलु अकः सवर्णे दीर्घः मध्ये दीर्घः आकारः अवर्णस्य दीर्घ सवर्णवर्णः इति अतः सवर्णस्य किं महत्त्वं सवर्णसंख्यायाः परिभाषा का इति सर्वं ज्ञातव्यं तत्र अस्मिन् सूत्रे अस्ति अग्रे पठतु यद्यपि कस्यचित् अवर्णस्य उदात्तसंज्ञा कस्यचित् अनुदात्तसंज्ञा तथापि स भेदः केवलं बाह्यप्रयत्नस्य अतः सावर्ण्यविषये न एव आयाति यद्यपि तथैव इक् इक् इग् इग् एतेषां पञ्चानां सवर्णसंज्ञा भवति यद्यपि ककारस्य बाह्यप्रयत्नः विवरः श्वासः अघोषः अल्पप्राणः च अपि तु घकारस्य बाह्यप्रयत्नः संवारः नादः घोषः महाप्राणः च नाम द्वयोः वर्णयोः बाह्यप्रयत्नः नितरां भिन्नः तथापि ककारघकारयोः सवर्णसंज्ञा भवति एव यतोहि मुखे स्थानं समानं कण्ठः आभ्यन्तरप्रयत्नः समानः स्पृष्टः च ककार चकार इत्यनयोः सवर्णसंज्ञा तु न भवति यतः इत्यपि अभ्यन्तरप्रयत्नः समानः स्पृष्टः तथापि मुखे स्थानं भिन्नं ककारस्य कण्ठः चकारस्य तालु इति ककार ढकारयोः सवर्णसंज्ञा भवति यतः मुखे स्थानं समानं खण्डः आभ्यन्तरप्रयत्नसमानः स्पृष्टः च तयोः बाह्यप्रयत्नः भिन्नः यतः ढकारस्य कृते नासिकायाः प्रयोगो भवति परञ्च स च भेदः मुखात् बहिर्वर्तते अथोत्र अप्रासङ्गिको विषय इति अप् अप्रासङ्गिको विषये भवति इति. ओके, अकारः ककारः इति अनयोः सवर्णसंज्ञा भवति वा? नैव, द्वयोः स्थानं समानं, परन्तु आभ्यन्तरप्रयत्नः भिन्नः. अकारस्य विवृतः, ककारस्य स्पृष्टः इति. किम् अत्र केवलं द्रष्टव्यं यत् मुखस्य स्थाने अपि च आभ्यन्तरप्रयत्नः समानः अस्ति न वा, अस्ति चेत् तुल्यं सवर्णं, नास्ति चेत् सवर्णं नास्ति. तर्हि वस्तुतः ककार खकार गकार घकार एतेषां सर्वेषां बाह्यप्रयत्नाः भिन्नाः सन्ति, विवारः, श्वासः, घोषः, अपि च अल्पप्राण महाप्राण. परन्तु बाह्यप्रयत्नस्य तत्र अत्र महत्वमेव नास्ति. तेषां सर्वेषां किं स्थानं समानं कण्ठः, अपि च आभ्यन्तरप्रयत्नसमानः, अतः तेषां पञ्चानां भवति सवर्णसंज्ञा. परन्तु ककारचकारस्य सवर्णसंज्ञा न भवति, यतोहि तयोः स्थानमेव भिन्नं, ककारस्य कण्ठः, चकारस्य तालुः, अतः ककारचकारस्य सवर्णसंज्ञा न भवति. तदनन्तरं अकारस्य ककारस्य सवर्णसंज्ञा भवति वा? स्थानं समानम् अस्ति कण्ठः, परन्तु आभ्यन्तरप्रयत्नः भिन्नः अस्ति, अतः तस्य अपि तयोः अपि सवर्णसंज्ञा न भवति. अपि च एकमत्र सूत्रमस्ति यत् अत्र न लिखितं, तत्र तुल्यस्य प्रयत्नं सवर्णम् इति सूत्रमस्ति खलु, तस्मात् प्राक् तस्मात् अनन्तरं किं सूत्रमस्ति, कोऽपि वदति वा? हलो, श्रूयते वा? आं श्रूयते महोदय. मीना महोदय, मनर् महोदय, विजि महोदय, विजया महोदय श्रोतुं शक्नुवन्ति वा? हलो, आं जि, आम् आम् आम्, क्लेशः किमपि नास्ति. अस्तु, तर्हि मम प्रश्नः अस्ति, तुल्यस्य प्रयत्नं सवर्णम् इति सूत्रात् अनन्तरं सूत्रं किम् अस्ति अष्टाध्यायी? तपस्तत्कालस्य न न न अष्टाध्याय्यां किम् अस्ति? अनुदित सवर्णस्य च प्रत्ययस्य महोदय, महोदय, मुखनासिकावचनो अनुनासिकः, मुखनुनासिकवचनुनासिकं खलु, अनुनासिकसंज्ञा. न श्रूयते महोदय. अहमपि न श्रोतुं शक्नोमि, एकनिमिषः. तस्य अग्रिमसूत्रमस्ति नाज्झलौ खलु, तर्हि नाज्झलौ इति सूत्रं वदति अच् अपि च हल् एतेषां सवर्ण परस्परसवर्णसंज्ञा न भवति, नाम अच् वर्णस्य सवर्णवर्णः हल् वर्णः न भवितुं शक्नोति. अतः अकारस्य ककारस्य सवर्णसंज्ञा न भवितुं शक्नोति, यतोहि अचवर्णस्य झल् वर्ण हल् वर्ण हल् वर्णेन सह सवर्णसंज्ञा न भवति इति. आगच्छति वा? किञ्चित् वदतु पुनरपि कृपया. न अहं वदामि यत् अचवर्णस्य हल् वर्णेन सह कदापि सवर्णसंज्ञा न भवितुं शक्नोति. केन सूत्रेण? नाज्झलौ, नाज्झलौ इति सूत्रमस्ति. तुल्यस्य प्रयत्नं सवर्णं, तस्य अनन्तरम् एकं सूत्रमस्ति न अच्छलौ, नाज्झलौ. तर्हि अच् अपि च हल् वर्णस्य परस्परसवर्णसंज्ञा न भवति. अवगच्छति? तर्हि अत्र अस्ति सवर्णसंज्ञायाः परिभाषा. अस्तु, इदानीम् अग्रे अस्ति प फ ब मध्ये किं भवति तर्हि मल्लर् महोदय पठतु अग्रे. कुत्र भवति धात्वान्ते वर्गस्य चतुर्थ करीच इत्यनेन प्रथमो आदेश आदेशो भवति प्रत्यादौ स्थितस्य तवर्ग तवर्ण तवर्ण इत्यनयोः कोऽपि विकारो नास्ति यथा चोप् योगः ता करीच चोप्ता तेप् योगः ता तेप्ता अत्र किमपि विकारः नास्ति यत् धात्वान्ते पवर्गः अस्ति चेत् केवलं खरीच इत्यनेन प्रथमवर्णः भवति तर्हि छोप् योगः ता छोप्ता तेप् योगः ता तेप्ता. तर्हि इदानीं पर्यन्तम् अस्माभिः कवर्गस्य चवर्गस्य टवर्गस्य तवर्गस्य पवर्गस्य प्रथमद्वितीयतृतीयः वर्णः अस्ति तस्य अनन्तरं यदि तस्मात् अनन्तरं यदि तथ अस्ति तर्हि कार्यं कथं भवति इति अस्माभिः इदानीं पर्यन्तं पठितम्. इदानीं पर्यन्तं कस्यापि प्रश्नः अस्ति वा संशयः अस्ति वा? अस्तु. इदानीं धातोः अन्ते यदि वर्गश्चतुर्थवर्णः अस्ति तदनन्तरं यदि तथ इति अस्ति चेत् कार्यं कथं भवति इति पश्यामः. तर्हि हा पठतु मदर् महोदय अग्रे. धात्वान्ते वर्गस्य चतुर्थवर्णः अपि च प्रत्यादौ त थ वा चेत् कार्यद्वयं वर्तते. धातोः अन्तिमवर्णः वर्गस्य चतुर्थसदस्यः चेत् जशन्तातु इति उच्यते. अत्र जशान्तधातुभ्य तादि तादि च प्रत्ययानां योजनविधिः इत्यनेन प्रत्यादौ तकार तकार इत्यनयोः स्थाने दकार आदेशो भवति. जसस् ततो दो दः जस् उत्तरस्य तकार तकारयो स्थाने दकारादेश भवति. दा धातु वर्जयित्वा त च त च तौ इतरेतरद्वन्द्वः तयोः तकार उत्तर अकारः उच्चारणार्थम् अस्ति. अग्रे द इत्यस्य दकारो उत्तर अकारः अपि तथा न द अदा नङ् तत्पुरुष पुरुषः तस्मात् अधः जश् जशः षष्ट्य पञ्चम्यन्तं ततोः षष्ट्यन्तं दः प्रथमान्तम् अधः पञ्चम्यन्तम् अनेकपदमिदं सूत्रं स्वयं सम्पूर्णं जशः ततोः दः अधः. यथा जश् वर्णः अस्ति धातोः अन्तिमे परे अस्ति दकारः तकारः अस्ति चेत् दकारः आदेशः भवति इति उक्तम्. तर्हि झषः दः अधः इति अस्ति खलु. झषः पञ्चम्यान्तं झष इत्युक्ते चतुर्थवर्णः नाम चतुर्थवर्णः अस्ति तस्मात् अनन्तरं यदि तकारथकारः अस्ति तर्हि तस्य तकारथकारस्य स्थाने धकारः भवति. कुत्र न भवति? धा धातु इति अस्ति चेत् धा धातु अस्ति चेत् पूर्वं तत्र न भवति तद्विहाय सर्वत्र भवति. झषस् झषस् तथोर् धो अग्रे. तदा जलां जश् झषि इत्यनेन धातो अन्ते चतुर्थवर्णस्य स्थाने तृतीय आदेशः भवति. जलां जशो जलां जश् जशि जलां स्थाने जश् आदेश भवति जशि परे स्थानेन्तरतमः इत्यनेन जश् वर्णेषु वर्णनिर्धारणं जलां षष्ट्यन्तं जश् प्रथमान्तं जशि सप्तम्यन्तं त्रिपदम् इदं श्रुतं जश् प्रत्याहारे वर्णानां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः त्रयोविवाचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जलां जस् जशि संहितायां तर्हि झल् वर्णस्य स्थाने जष् वर्णः भवति नाम तृतीयवर्णः भवति कदा झष् प्रत्याहारपरे झष् प्रत्याहारे के वर्णाः सन्ति अस्तु तर्हि इदानीम् अग्रे उदाहरणाः पश्यन्तु उदाहरणानि पश्यन्तु यथा यथा गो दोग् योगहति जशस् ततोर् दो दः इत्यनेन प्रत्ययस्थितस्य तकारस्य स्थाने दकारः अत्र दोग् योगः दि भवति दोग् इत्यस्य गकारः अस्ति चतुर्थसदस्यः तदनन्तरं तकारः अस्ति अतः जशस् ततो दो दः इति सूत्रेण तकारस्थाने दकारः भवति दोग् योगः दि तदनन्तरं जलां जस् जशि इत्यनेन धातुवन्ते चतुर्थवर्णस्य स्थाने तृतीय आदेशः भवति दोग् योगः दि दोक्ति इति भवति तथैव दोग् योगः ति तत्र झष् ततोर्धोदः अस्ति घकारः चतुर्थवर्णः अस्ति झष् वर्णः अस्ति तस्मात् अनन्तरं तकारः अस्ति तकारस्य स्थाने धकारः तदनन्तरं झलां झ झषि इत्यनेन घकारस्य स्थाने गकारः दोग्धि इति अग्रे तथैव ला लब् योगः दि लालब् योगः दि लालब् योगः दि लालब्धि अत्र बकारः चतुर्थवर्णः जश् प्रत्ययः अस्ति अनन्तरं तकारः अस्ति जशस् ततो दो दः इत्यनेन तकारः दकारः भवति तदनन्तरं जलां जश् जशि इति सूत्रेण चतुर्थबकारस्थाने बकारः तृतीय बकारः आगच्छति लालब् योगः धि लालब्धि इति भवति ऋणद् योगः धि ऋणद् योगः धि ऋणद् योगः धि ऋणद्धि अत्रापि तकारस्थाने दकारः भवति तदनन्तरं जलां जश् जशि इत्यनेन तृतीयदकारः आगच्छति ऋणद्धि इति भवति जजर्ज् योगः ति चोः कुः इत्यनेन कुतो भवति जजर्ग् योगः ति जशस् ततो दो दः जगर् जजर्ग् योगः दि जलां जश् जशि जजर्ग् योगः दि जजग् अत्र चोः कुः इति सूत्रमागच्छति आगच्छति महोदय नास्ति जि नास्ति अस्तु तर्हि इदानीं पर्यन्तं चतुर्थवर्णः कथमस्ति इति अस्माभिः दृष्टं चषतो दोदः इत्यनेन तकारधकारस्य स्थाने धकारः भवति तदनन्तरं झलां झषि इत्यनेन तृतीयवर्णः भवति इति इदानीं पञ्चमः वर्णः अस्ति चेत् नकारः मकारः इति अस्ति चेत् किं भवति इति पश्यामः। मीना महोदय पठतु अग्रे। नकारान्त मकारान्तधातुभ्यः तकारादि थकारादि प्रत्ययानां योजनविधिः। नकारान्तधातुः मकारान्तधातुः वा चेत् स च धातुः अनुनासिकधातुरिति उच्यते। अत्र सोपानत्रयं वर्तते। सर्वप्रथमं स च तकारादिप्रत्ययः अथवा खकारादिप्रत्ययः कित् भित्वा अस्ति न वा इति निर्णेतव्यम्। ओ कित् कित् प्रत्ययाः यथा तवतु तिन् तः नाम तस् इति तिप् तस् जीत्येषु तस् तस् तस्सपि सार्वधातुकम् अतः ङित्वत् अपि सार्वधातुकं ङित्वति कारणेन कित् ङित् भिन्नाः तथा तुमुन्तव्य इति। प्रथमसोपानं तकारादि तकारादिप्रत्ययः यत्र कित् ङित्वा अस्ति अस्ति न वा इति निर्णेतव्यं। कित् कित् एक एक सोपानं कित् कित् नास्ति इति अन्तिम सोपानं। तकारादि तकारादिप्रत्ययः कित् कित् चेत् द्वितीयसोपानम् आरोढव्यं। कित् ङित् कित् ङित् चेत् वा तकारि तकारिप्रत्ययः कित् ङित् चेत् द्वितीयसोपानम् आरोढव्यं। तकारादि तकारादिप्रत्ययः कित् ङित् नास्ति चेत् साक्षात् तृतीयसोपानं गन्तव्यम्। सोपानत्रयमस्ति वा? ओ सोपानत्रयम् अस्ति। तृतीयसोपानं किं तकारादि द्वितीयप्रथमं पठतु। ओ ओ तकारादि तकारादिप्रत्ययः कित् ङित् चेत् अधस्तनम् अङ्गकार्यं करणीयम्। सामान्यनियमः अनुनासिकस्य क्विच् जलोः क्ति इति अनेन जलादि कित् ङित् प्रत्यये परे अनुनासिकधातोः उपधायाः दीर्घत्वं भवति। यथा शं तः शां शान्त शान्त दीर्घत्वं केन सूत्रेण अनुनासिकस्य क्विच् जलोः क्ति इति सूत्रेण वं तः वां तः वान्त अनुनासिकस्य क्विजलोः क्ति अनुनासिकान्तङ्गस्य उपधायाः दीर्घादेशो भवति। क्विच जलादि कित्ङित् प्रत्यये परे क्विच जल् तयोर् इतर इतर इतर द्वन्द्वः क्विज्जलौ तयोः क्विज्जलो क्विज्जलोः क च न च तयोर् इतर इतर द्वन्द्वः नौ तौ इतौ तस्य तत् कित् तस्मिन् निति अनुनासिकस्य षष्ट्यन्तं क्विज्जलोः सप्तम्यन्तं निति च सप्तम्यन्तं त्रिपदमिदं सूत्रम्। न उपधायाः इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः जलोपे पूर्वस्य दीर्घो अणः इत्यस्मात् दीर्घ इत्यस्य अनुवृत्तिः अङ्गस्य इति अधिकारः येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गव्यस्य अन्ते अनुनासिकवर्णः अस्ति। यस्मिन् विधि तद् यस्मिन् विधिः तद् तदादौ वल् ग्रहणे इति वार्तिकम् इत्यनेन क्वि जलोः क्विति इत्युक्तौ क्वि योगः जलादौ इति तादृशप्रत्ययः यस्य आदौ जल् स्यात् अनुवृत्तिसहितसूत्रम्। अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्वि जलोः इति दीर्घसूत्रम् पठामि वा? न न वदतु एकवारम् आशयं वदतु सूत्रस्य। यत्र अनुनासिकः अस्ति अङ्गस्य अङ्गस्य अनुनासिकम् अस्ति चेत् तस्य उपधायाः दीर्घः भवति. क्विजलोः क्विजलो इति प्रत्यये परे क्विजलोः इति अन्यं प्रत्ययं वा क्वि एकप्रत्ययः जलोः जलादि क्विति क्वि प्रत्ययः किं सूचयति महोदय क्वि इति प्रत्यये क्वि एकः प्रत्ययः अस्ति कुत्र अस्ति महोदय वाट् इस् इट् अत्र अत्र तस्य आवश्यक प्रसङ्गः नास्ति अन्यप्रत्ययः अस्ति क्वि अत्र नास्ति तस्य अत्र अस्माकं केवलं झलादि कित्निद् प्रत्ययः तस्यैव महत्त्वमस्ति झलादि अनुनासिकम् अङ्गं यदि अस्ति नाम अनुनासिकस्य उपधायः तस्य अन्ते अनुनासिकवर्णः अस्ति नाम नकारमकार इति वा तस्मात् अनन्तरं यदि क्वि प्रत्ययः अथवा झलादि कित्निद् प्रत्ययः अस्ति चेत् उपधायाः दीर्घं भवति. पश्यतु शम् अस्ति खलु शं योगः क्त अत्र शं मध्ये मकारान्त अनुनासिकान्त अस्ति तदनन्तरं क्त इति प्रत्ययः अस्ति कित् अस्ति झलादि अपि अस्ति अतः उपधायाः दीर्घं भूत्वा शां योगः त तदनन्तरं शान्त इति भवति तथैव वं योगः त वान्त इति भवति. तर्हि इति सामान्यसूत्रमस्ति अनुनासिकान्त अङ्गात् अनन्तरं यदि क्वि अथवा झलादि कित्तित् प्रत्ययः अस्ति चेत् सामान्यसूत्रमस्ति. मकारस्य स्थाने नकारः मोनो धातोः इति सूत्रं न मोनो धातोः पदस्य अन्ते मकारः अस्ति अत्र अनुनासिकवर्णः खलु पदान्ते नास्ति खलु अत्र मकारः मकारः पदान्ते अस्ति चेदेव कार्यं भवति मोनो धातु. न मम प्रश्नः तत्र उपधायः दीर्घः इति सूत्रेण अनुनासिकस्य क्विजलोः निति इति सूत्रेण तत्र अनुनासिकधातोः उपधायाः दीर्घत्वं भवति यत् तत्र शम् अस्ति चेत् शाम् इति भवति. तत्र अनन्तरं टाप्रतिम् अस्ति तत्र किमर्थं तत्र शान्त इति भवति भवती वदतु केन सूत्रेण भवति जानाति भवती ओहो तदनन्तरं नकारः किमर्थम् इति एव प्रश्नः विजया भगिन्याः किल अत्र मकारस्य प्रथमतया अनुस्वारः भवति नश्चापदान्तस्य झलि इति सूत्रेण अपदान्तनकारमकारस्य स्थाने झलादिवर्ण झल् वर्णे परे अनुस्वारः भवति खलु तर्हि शान्त इति यत्र अनुस्वारः तदनन्तरं तस्य नकारत्वं भवति शान्त इति अनुस्वारस्य एव परसवर्णः इति सूत्रेण आमाम् अनुस्वारस्य यै परसवर्णः इति सूत्रेण तत्र अनुस्वारस्य स्थाने परसवर्णः आगच्छति तकारस्य अन्तिमवर्णः शान्तः इति अस्तु जि धन्यवादः. सूत्रत्रयमस्ति वा अत्र शान्ति इति शान्त इति पदे सूत्रत्रयमस्ति संयोगः अनुनासिकस्य अङ्गस्य उपधा दीर्घक्विजलोक्ति इति प्रथमसूत्रं तत् तत्र उपधा दीर्घं भवति शां भवति तदनन्तरं नश्चापदान्तस्य शा अपदान्तस्य अनुस्वारः भवति शान्त तदनन्तरम् अनुस्वारस्य ये पर्णः नकारः भवति शान्त त्रीणि सूत्राणि अत्र कार्यं करोति सम्यक् तर्हि शान्त सर्वे आगच्छन्ति इदानीं पर्यन्तम् अस्तु अग्रे इदानीं क्वि क्वि इति किं करोति इति अग्रे अत्र लिखितमस्ति तर्हि विजया महोदय पठतु अग्रे हल् सन्धिपाठे। हल् सन्धिपाठे स्वि इत्यस्य प्रसङ्गः नास्ति, किन्तु तस्य दृष्टान्तः दास्यते येन पूर्णसूत्रार्थः स्पष्टः स्यात्। केचन प्रत्ययाः सन्ति ये यदा प्रातिपदिकेभ्यः सुबन्तेभ्यः च विधीयन्ते तदा नाम धातुः निष्पद्यते। येषु क्विप् प्रत्ययः अन्यतमः। क्युप् प्रत्ययस्य सर्व अपहारः लोपः भवति, नाम पूर्णप्रत्ययस्य लोपः। ककारः लशक्वतते इत्यनेन, पकारः अलन्त्यम् इत्यनेन तयोः इत् संज्ञा भवति, तदा तस्य लोपः इति सूत्रेण लोपः भवति। इकारः केवलम् उच्चारणार्थमेव अत्र, तदा वकारः एकाकिः, तस्य च वेरपृक्तस्य इत्यनेन लोपः। तदानीं किमपि न अवशिष्यते, किन्तु प्रतिलोपे प्रतिलक्षणम् इत्यनेन तस्य लक्षणं भवति एव। अतः यद्यपि तस्य लोपः जातः, किञ्च क्वि परे अस्ति इति बुध्यते। तत्र किम् अस्ति चेत् तत्र क्विप् इति प्रत्ययम् अस्ति परं हल् सन्धिः पाठे क्विप् इत्यस्य दृष्टान्तः तत्र किम् अस्ति चेत् एतत् सूत्रं पूर्णसूत्रार्थः एव तत्र स्पष्टीकरणीयं तत्र दत्तमेव, परन्तु तत्र क्विप् प्रत्ययस्य सर्वम् अपहारः सर्वं लोपः एव भवति। किम् अस्ति चेत् तत्र क्विप् इति ककारस्य लशकतटिते इति सूत्रेण अपगच्छति, अनन्तरम् अन्तिमवर्णः अलन्त्यम् इति सूत्रेण इत् भवति, अनन्तरं तस्य लोपः इति सूत्रेण लोपः भवति। इकारः एव केवलं तिष्ठति अत्र, एतत् इकारः अपि उच्चारणार्थमेव अस्ति। वकारः एकाकिः, तस्य अपि वेरपृक्तस्य इति सूत्रेण एतदपि लोपः भवति, परन्तु तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण एतत् तत्र तिष्ठति एव। एतत् किञ्चित् मनसि तत्र स्थापनीयं, बुध्यते इति क्वि परे अस्ति इति तत्र बुध्यते एव, अवगमनम् अत्र अस्ति। तत्र प्रत्ययलोपे प्रत्ययलक्षणमेव तत्र कार्यं करोति। तावदेव जी। क्वि प्रत्ययः किं करोति, नामधातुं करोति। तत्र किमस्ति, केचन प्रत्ययाः सन्ति यत्र ये सुबन्तेभ्यः अथवा प्रातिपदिकेभ्यः आगत्य तस्य धातुत्वं कुर्वन्ति। नाम प्रातिपदिकयोगः प्रत्ययः सुबन्तयोगः प्रत्ययः कृत्वा तस्य नामधातु भवति, नाम सुबन्तस्य अथवा प्रातिपदिकस्य धातुत्वं भवति। तत्र अस्ति एक तेषु अन्यतमः एकः प्रत्ययः अस्ति क्विप्। तर्हि क्विप् मध्ये सर्वेषां वर्णानां लोपः भवति, ककारस्य इत्संज्ञा, पकारस्य इत्संज्ञा, इकारः केवलं वर्णोच्चारणं, तर्हि केवलं वकारः इति अवशिष्यते। तत्र एकं सूत्रमस्ति वेर् अपृक्तस्य, नाम वेहे अपृक्तस्य, अपृक्तवकारस्य लोपः भवति। अपृक्त इत्युक्ते किं जानन्ति सर्वे, वदतु। एकवर्णः यत्र एव, यत्र एक एव वर्णः अस्ति तस्य अपृक्तसंज्ञा भवति। तर्हि व इति एकमेव वर्णः अवशिष्यते, अतः तस्य अपृक्तसंज्ञा भवति, तस्य लोपः भवति, तर्हि पूर्णप्रत्ययस्य लोपः भवति इति। परन्तु प्रत्ययस्य लक्षणं तु भवति एव, प्रत्ययलोपे प्रत्ययलक्षणं, यथा अग्रे यदा इदानीं पठतु महोदय, विजया महोदय, इदं योगः क्विप्। आं जि, इदं योगः क्विप् अस्ति चेत् तत्र क्विप् इत्यस्य सर्व अपकारः लोपः भवति। इदम् अनुनासिकम्। इदानीम् एकनिमिषः एकनिमिषः, क्विप् क्विप् प्रत्ययात् पूर्वं यत् इदम् अस्ति तत्तु सुबन्तमस्ति खलु, इदं। परन्तु क्विप् प्रत्ययस्य योजनेन इदम् अस्ति, इदं सः वस्तुतः धातुः, इदानीं धातुः अस्ति, नामधातुः। तर्हि इदम् इस् अ धातु नाम। अग्रे पठतु, इदम्। इदं योगः क्विप् क्विप् अत्र सर्व अपकारः लोपः भवति. इदम् अनुनासिकस्य पि जलोः निति च इत्यनेन अनुनासिकान्त अङ्गस्य उपादायः दीर्घः आदेशः भवति. इदाम् इति भवति. इदानीं सनादन्ता धातवः इत्यनेन तस्य धातुः धातुसंज्ञा भवति. लटि इदाम् इति इदां योगः शप् योगः तिप् अनन्तर तत्र अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति. अनन्तरं तिप् मध्ये ति एव तिष्ठति. इदानीं इदामति इति अन्तिमरूपं निष्पन्नं तत्र. इदामति सः इदामति रामः इदामति नाम राम बिहेव्स् लैक् दिस् वन्. इदम् इत्युक्ते किं दिस् वन् खलु. ते राम बिहेव्स् लैक् दिस् वन् रामः इदामति. अवगच्छन्ति वा सर्वे? तर्हि इदं मध्ये अपि इदां भवति यतोहि क्वि प्रत्ययात् अनन्तरम् इदामति इदामतः इदामन्ति एवं रूपं भवति वा महोदय? तिङन्तरूपं यथा यथा सामान्यरूपं सन्ति अनन्तप्रत्ययः योजनेन. ओहो ओके क्वि इति प्रत्ययस्य योजनात् इदानीं धातु भवति इदम् आम् इदमस्ति. तर्हि तस्य धातुसंज्ञा केन सूत्रेण भवति? सनात् धातुः. तत्र इदं तस्य अनुना इदम् इदमस्ति खलु किमस्ति इदानीम् इदं मध्ये वस्तुतः इदं योगः क्विप् इति अस्ति. इदं योगः क्विप् अस्ति खलु. तर्हि इदं योगः क्विप् तत्र क्वि तस्य लोपः भूत्वा इदम् इति भवति इदम्. परन्तु यतोहि यदापि यद्यपि क्वि तस्य लोपः अस्ति परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तत्र क्विप् इदानीं तस्य लक्षणं तु अस्ति एव. लक्षणमस्ति यतः इदम् इति अङ्गं यत् अस्ति तत् अनुनासिकान्त अङ्गम् अस्ति. तस्मात् परे क्वि अस्ति. अतः तस्य अनुनासिकस्य क्वि झलोः इति इत्यनेन दीर्घं भवति प्रत्यये निमित्तम् अत्र. इदानीं यदपि लोपः अस्ति तत्र लक्षणं तु भवति अत्र. इदानीं जलादि प्रत्ययलक्षणम् इदानीम् अस्माभिः दृष्टं पूर्वम्. इदानीं क्वि इति निमित्तम् अस्ति तस्य उदाहरणम् अस्ति. तर्हि इदां भवति इदानीम् इदाम् इति धातुः अस्ति स्वनाद्यन्तधातुः इति सूत्रेण इदां धातुः अस्ति. तस्य रूपाणि भवन्ति इदामति इदामतः इदामन्ति इदामसि इदामतः इदामथ इदाम इदाम इदामामि इदामामि इदामामः इदामामः मावः इदामामः. अवगच्छन्ति खलु? आं जि क्रियापदमेव. आं महोदय. अस्मि श्रुतवतः राजन्योगः क्विप् विजय महोदय. राजन्योगः क्विप् क्विप् इत्यस्य सर्व अपकारः लोपः राजन् एव तिष्ठति. इदानीम् अनुनासिकस्य क्विक् जलोः किं निति इत्यनेन अनुनासिकान्त अङ्गस्य उपादायः दीर्घः आदेशः भवति. राजान् इति भवति. इदानीमपि क्विप् सनाद्यन्तदातवः अत्र अस्ति अतः तत्र इत्यनेन तस्य धातुसंज्ञा भवति. लटि राजान् इति भवति. राजान् योगः शप् योगः तिप् राजानति इति भवति. इदामति कीदृशं भवति तादृशमेव तत्र राजानति राजानतः राजानन्ति राजान तादृशं रूपं भवति अत्र. हि बिहेव्स् लैक् ए किङ्ग् इति अस्ति अत्र. महोदय वानरम् इति क्विप् प्रत्ययेन योजनेन हि बिहेव्स् लैक् अ वानरम् इति उक्तं वा उचितं वा? तत्र वानरान् अति वानरानति महोदय. तत्र वानरान् इति भवितुं शक्नोति वा? वानरं वानर इति वानर इति आत्मन् इति वानर ओ नकारमेव अन्तिमवर्णं भवेत् न अत्र अनुनासिकस्य क्विझलोः सूत्रस्य उदाहरणकृतम् अत्र अनुनासिकवर्णं भवेत् वानरम् इति योजनेन न वा महोदय प्रातिपदिकं ओ वानर इति अकारान्त आत्मन् इति योजितम् आत्मना आत्मना नति वा आत्मन् प्रायः तथैव भवेत् आत्मान् इति हनुमन् हनुमन् आगच्छति खलु नकर हनुमत् इति शब्दं अनुनासिकमस्ति स्वामिन् स्वामिनि स्वामिनानति स्वामिनाति किं स्वामिनाति न स्वामी इकारः दीर्घं भवति किल इति अहं चिन्तयामि न जाने परन्तु हि बिहेव्स् लैक् किङ्ग् नो पर एकः वाक्यं स्थाने एकः रूपम् एव अस्ति किल दट् इस् सेल्फ् इस् ब्यूटिफुल् किल महोदय हि बिहेव् लैक् ए किङ्ग् इन् इङ्ग्लिश् यु आर् हेविङ्ग् सो मेनि वर्ड्स् देर् आर् संस्कृत मे राजानति एव एकपदम् एव सुग्रीवः सुग्रीवः राजानति एकरूपमस्ति सः राजा इव व्यवहरति इति तु अस्ति आम् राजा इव व्यवहरति यु केन् कम् टु नो हौ मच् अ पर्सन् नोस् व्याकरण डिपेण्डिङ्ग् आन् वाट् हि यूसेस् इन् हिस् सेण्टेन्सेस् सो सः राजा इव व्यवहरति अपि समीचीनमस्ति परन्तु कोऽपि यदि वदति सः राजानति तर्हि तस्य संस्कृत अध्ययनं गूढतरमस्ति इति वयं ज्ञातुं शक्नुमः तत्र सुन्दरता अस्ति खलु एक तत्र सौन्दर्यमस्ति वा सः राजानति अतैव तत्रैव तत् अत एव वदति खलु संस्कृतमध्ये अनन्तशब्दाः निर्मातुं शक्नुमः बै एडिङ्ग् प्रत्यय suitable pratyaya you can make countless words so rajan iti pratipadikam tatra kvi pratyayasya yojanat dhatu bhavati rajanati iti bhavati countless words bhavitum shaknati shaknuvanti shaya avasanti kalu om bhare ha madya am astu idanim agre तर्हि सामान्यनियमः अस्ति दीर्घत्वं भवति अग्रिमः अस्ति विशेषनियमः अस्ति एकं तर्हि विजि महोदय पठतु विशेषनियमः अनुधातु पते पते शव शवनति तनूत् अनुदात उपदेश उपदेश वा उपदेशु अव उपदेश उपदेशव उपदेशवन महोदय उपदेश अनुदात्तोपदेश अनुदात्तोपदेश वनति तनोति अदि आदीनाम् अनुनासिकलोपो जलि किङिति ओके महोदय वन् धातोः अनुनासिकान्त अनुधातोपदेश धातोः अनुनासिकान्तधनादिधातोः अनुनासिकस्य लोपः भवति जलादि कित्नित् प्रत्यये परे अनुदात्तः उपदेशे येषां ते अनुदात्तोपदेशः बहुभिः तनोतिः आदिः ये सन्ति तनोत्यादेः बहुद्भिः अनुदात्तोपदेशाच्च वनतिश्च तनोत्यादयश्च तेषाम् इतरेतरे द्वन्द्वः अनुदात्तोपदेशवनति तनोत्यादयः तेषाम् अनुदात्तोपदेशवन वनति तनोति तनोत्यादीनाम् इक् च तयोरितरेतरे द्वन्द्वः किङौ तौ इतौ यस्य यत् किङ्ति तस्मिन् किङ् इति अनुदात्तोपदेश वनति तनोत्यादीनां शक्येतम् अनुनासिक इति लुप्तष्टिकं लुप्तष्टिकं पदं लोपः प्रथमान्तं झलि सप्तम्यान्तं किङिति सप्तम्यान्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः येन विधिस्ततन्त्रस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति वनति विहाय अनुनासिक इति पदं सर्वेषां विशेषणम् अलोन्त्यस्य इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः यस्मिन् विधिस्तदा तदाधवल् गृहणे इति वार्तिकमस्ति इत्यनेन झलि किङ् इति इत्युक्तौ जलादौ किङ् इति द्वादशप्रत्ययः यस्य आदौ जल् स्यात् अनुवृत्तिः सहितसूत्रम् अनुनासिक अनुदातोपदेशवनति तनूत्यादीनाम् अङ्गस्य लोपः झलि किङ् इति महोदय अवगच्छति वा अत्र वन् इति धातु तदनन्तरम् अनुनासिक अन्त अनुदातो उपदेशधातोः तदनन्तरम् अनुनासिक अन्त तनादिधातोः अनुनासिकस्य लोपो भवति जलादि किञ्चित् प्रत्यय परे अत्र निमित्तम् अस्ति जलादि किञ्चित् प्रत्यय परे इति लोप अनुनासिकस्य लोपः भवति कुत्र अनुनासिकान्त अनुदातोपदेशो धातोः तदनन्तरम् अनुनासिकान्त तनादिधातोः तर्हि पश्यतु लिखितं तर्हि लोपः भवति अनुदात्त उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलिभिः अनुनासिक इति शब्दः अस्ति तर्हि एकः अस्ति वन् वन् धातु इति अस्ति वन् धातु तु अनुनासिकान्त एव भवति अतः तत्र अनुनासिक शब्दस्य विशेषणं न भवति तर्हि वन् अन्य अस्ति अनुनासिक अनुदात्त उपदेश नाम तादृश अनुनासिकान्तधातुः यस्य औपदिशिकरूपे अनुदात्तवर्णः भवति अनुदात्त स्वरः भवति इति तर्हि वन् धातु वन् धातु अनुनिक् अनु अनु अनुनासिकान्त अनुदात्त उपदेशधातु अपि च अनुनासिक तनोत्यादीन तनोत्यादि अनुनासिकान्त तनादि धातु नाम तनादिगणे ये अनुनासिकान्तधातवः सन्ति ते तर्हि वन् धातु धातुपाठे ते तादृशः धातवः ये अनुनासिकान्त सन्ति अपि च उपदेशे अनुदात्तवर्णः अस्ति अपि च तनादिगणीयधातवः ये अनुनासिकान्त सन्ति तादृशधातूनाम् अन्ते यः अनुनासिकवर्णः अस्ति तस्य लोपः भवति अत्र क्वि नास्ति केवलं जलादिकित् तर्हि सामान्यतया जलादिकित् प्रत्ययः अस्ति च किं भवति अनुनासिकान्त धातोः उपधादीर्घं भवति खलु परन्तु पञ्चदशधातवः सन्ति येषाम् उपधादीर्घं न भवति अपि च अनुनासिकस्य लोपः धातु कथं भवति इत्यपि ज्ञातव्यं भवेत् किल किम् उपदेशिकधातु उपदेशिधातु परन्तु तत्तु इदानीं तस्य ज्ञानलोप भवति खलु अनुदात्त उदात्त अतः स्मरणं कर्तव्यं बहुत्र न भवेत् किल महोदय बहुत्र न भवेत् किल तत्र ओन्लि कौण्टबल् धातु विल् बि देयर् पञ्चदश एव सन्ति अग्रे लिखितम् परिगणितदातवः खलु जि अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः वन् धातुः भ्वादिगणे अननासिकान्त अनुधातोपदेशो धातवः यं रं नं गं हन् मन् अनुनासिकान्त तनादि धातवः तनु शिणु षणु ऋणु तृणु दृणु वनु मनु एषु धातुषु मन् धातुः दिवादिगणे अस्ति हन् धातु अदादिगणे अस्ति अष्टधातवः तनादिगणे सन्ति अवशिष्टभ्वादौ एव येषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपः भवति दलादि किन्ति किटिङ्क्ति किङ्क्ति प्रत्यये परे महोदय किमर्थम् अन्यदा अन्यगणस्य विषये अपि अत्र अस्ति तनादिगण एव कर्तव्यं किल इति अपि अस्ति खलु ते ते तनादिगणे धातवः न सन्ति तर्हि पञ्चदशधातवः सन्ति एकमस्ति वन् धातु यद्वादिगणे अस्ति तदनन्तरं पञ्चधातवः सन्ति ये अनुनासिक अनुदात्तोपदेशः तयोः मन्धातु द्विवादिगणे अनुधातु अदादिगणे अन्यधातवः भवादिगणे तदनन्तरम् अनुनासिकान् तनाय धातुः अष्टसन्ति तनु तनुगणो महोदय अत्र तनादिगणे एव दत्तम् अस्ति किल महोदय किमर्थम् अन्य गणेषु अनुदातः अस्ति चेत् अनुदात्त अस्ति खलु अनुदात्त धातु मन् धातु अनुदात्तोपदेश अस्ति भगिनी अत्र वन वन् इति धातोः भुवादिगणीयः एकः अस्ति अनन्तरं तत्र तनादिगणीयः धातवः अनन्तरं एतत् सर्वं मिलित्वा एव अत्र ओके ओके अवगतं महोदय अवगतं केवलं तनादिगणे नास्ति आम् तर्हि येषां धातूनाम् अन्ते तस्य अनुनासिकस्य लोपः भवति अधिकं न भवति यथा अनियोगः हान्तः न भवति अतः गमयोगः सः मध्ये शान्तः भवति परन्तु गमयोगः तव मध्ये गान्त न भवति गतः न भवति अत्र दीर्घः न भवति गतः इति लोपः भवति तथैव मतः रमयोगः तः रतः इति यं योगः तः यतः पठामि वा महोदय अत्र एतत् पेराग्राफ् दीर्घमस्ति अत्र अग्रे पश्यामः सुलभमेव अत्र अस्ति सुलभ ओके